विभागः संयोगनाशः एतौ द्वौ पदार्थौ भिन्नौ वा अथवा समानौ वा इत्यस्मिन् इत्यस्य विषये चर्चा क्रियमाणा आसीत्। तत्र सिद्धान्तिनः वदन्ति यत् संयोगनाशः च विभागः द्वौ भिन्नौ पदार्थौ स्तः इति। संयोगः इत्यनेन भावपदार्थः विषयी, संयोगनाशः इत्यनेन अभावपदार्थः विषयीक्रियते। संयोगः नाशः इत्युक्ते संयोगध्वंसः इत्येव। विभागः इत्यनेन भावपदार्थः विषयीक्रियते। अतः संयोगः नष्टः इत्यनेन इत्यनेन ज्ञानेन भावपदार्थः कश्चन अभावपदार्थः अस्ति इति सूचना प्राप्यते। घटपटौ विभक्तौ इत्यनेन ज्ञानेन कश्चन भावपदार्थः विभागाख्यः गुणः अस्ति इति सूचना प्राप्यते इति इति सिद्धान्तिनां मतमस्ति। तद्विरुद्धं ये केऽपि इदं मतं न सहन्ते ते वदन्ति घटपटौ विभक्तौ इत्यस्यां प्रतीत्यां यः पदार्थः विषयीकृतः अस्ति अपि च संयोगः नष्टः इत्यस्मिन् यः पदार्थः विषयीकृतः अस्ति तौ अभिन्नौ समानौ इति। तर्हि तेषां तर्कः कः इति सावित्री भगिनी किञ्चित् प्रतिपादयति वा? आं भगिनि, प्रयत्नं करोमि। तेषां चिन्तनम् अस्ति यत् द्वयोः समानमेव घटपटौ विभक्तौ इति प्रत्यये भावपदार्थं न प्रकाशयति किन्तु संयोग अभावमेव प्रकाशयति अथवा सूचयति। यदि तत्र भावपदार्थं सूचितम् अस्ति चेदपि विभागः पूर्वं भवति अनन्तरं संयोगनाशः भवति इति न वक्तुं शक्नुमः। किमर्थम् इत्युक्ते अस्माकम् अनुभवः तादृशः नास्ति। समानसमये समानकाले भवति, तदर्थं विभागः संयोगनाशकः इति न वक्तुं शङ्का भवति। कार्यकारणभावः तत्र न भवति। यदा समानकाले द्वयोः भवतः तदा एकस्य कारणम् अपरम् इति न वक्तुं शक्नुमः। अपि च यत् प्रतीति अथवा प्रत्ययं दर्शितम् अस्ति क्षणपञ्चकव्यापिनी दर्शनार्थं यत् दत्तमस्ति तत्र तु प्रमाणः नास्ति एकस्य कारणम् अपरम् इति। तत् प्रमाणं नास्ति, तत् उदाहरणत्वेन दर्शितमेव। तदर्थं द्वयोः समानकाले भवतः इति तेषां चिन्तनम्। अस्तु, तर्हि यस्मिन् पुटे वयं स्मः अधुना सूक्तिललन्तिका इति यत् अस्ति तस्य प्रथमपरिच्छेदः भगिन्या उक्तः। अस्तु, तर्हि ये केऽपि संयोगनाशात् विभागः न अतिरिक्तः इति वदन्ति केन आधारेण वदन्ति इति भगिन्या उक्तं। यद्यपि घटपटौ विभक्तौ इत्यनेन भावपदार्थः सूचितः इति प्रतीयते भावपदार्थ अन्तर्गाहित्वेपि, तथापि सः भावपदार्थः न किन्तु पूर्वसंयोगध्वंसः एव इति। तत्र एकं पदमस्ति संयोगनाशरूपकार्यपूर्ववृत्तिभावात् इति। सावित्री भगिनी किञ्चित् पदं विस्तरेण वदति वा? संयोग नाशरूपकार्यपूर्ववृत्तित्वाभावात् इत्युक्ते संयोगनाशस्य पूर्वं संयोगनाशः कार्यम् इति चिन्तयामः चेत् तस्य पूर्वं विभागः अथवा पूर्ववृत्तित्वाभावात् इत्युक्ते विभावस्य विभागस्य पूर्ववृत्तिः न स्यात् अभाव अस्माकम् अनुभवे तु तथा नास्ति किल. पूर्वं विभागः भवति अनन्तरं तदर्थं संयोगनाशः भवति तथा नास्ति अस्माकम् अनुभवः. तदर्थं विभागः पूर्ववृत्तित्वं विभागस्य पूर्ववृत्तित्वं नास्ति तत्र. संयोगनाशक नाशरूपकार्य पूर्ववृत्तित्वाभावात् तदर्थं संयोगनाशकः गुणः विभागः इति न सङ्गच्छति. सम्यक्, समीचीनमस्ति. अस्तु, संयोगनाशः अपि च विभागः न समानौ इति तेषां मतं. ततः अग्रे गत्वा संयोगनाशः इति उक्तं, तर्हि कस्मिन् केन कारणेन नाशः भवति अथवा ध्वंसः, नाशपर्यायवाचि पदः ध्वंसः इति, ध्वंसः कस्य केन कारणेन उत्पद्यते इति चिन्तनम् अत्र आसीत्. तर्हि आरम्भे सरला भगिनी किञ्चित् वदति वा, केषां द्रव्याणां नाशः अर्हः? प्राग् अभावविभाय सामान्य आदीनाम् इत्युक्ते सामान्यं विशेषं समवाय अभावस्य नाशनं भवति विहाय प्रागभाव. हा हा, समीचीनं. तर्हि सामान्यादीनाम् इत्यनेन पदेन चत्वारः पदार्थाः गृहीताः, सामान्यः, विशेषः, समवायः, अभावः, तेषां नाशः न भवति. अस्तु, अस्यां श्रेण्यां प्रथमः पदार्थः कः, तस्य नाशः कथं भवति? प्रागभाव प्रथम श्रेण्याम् अस्ति, तस्य नाश यदा घट निर्माणस्य उदाहरणं कुर्मः, प्रथमं प्रागभाव भवति यदा सामग्री दण्ड चक्रादि तत्र दृश्यते. द्वितीयक्षणे यदि दण्डचक्रादि समावाधिने कपालद्वयसंयोगः भवति तदा सामग्री घटसामग्री घट उत्पत्ति भवति, परन्तु तस्य प्राग्भावस्य सामग्र्या अभावः भवति. अत्र तृतीयक्षणे घटो उत्पत्ति भवति. सामग्र्या किं भवति? सामग्र्या यदा कपालद्वयसंयोगः भवति तत्र सम्पूर्णसामग्री प्राग्भावस्य अभावः भवति तत्र. हा, यदा सम्पूर्णसामग्री भवति प्रथमक्षणे तदा तदुत्तरक्षणे किं भवति? उत्तरक्षणे कपालद्वयसंयोगः अपि भवति, तत्र अपि सामग्र्याम् तत्तु तदपि सामग्रीश्रेण्यामेव भवति. दण्डचक्रादयः कपालद्वयसंयोगः इति सर्वं मिलित्वा घटसामग्री इति वदेम. प्रथमक्षणे घटसामग्र्याः निर्माणं तत् उत्तरक्षणे घटोत्पत्ति भवति. तत् क्षणे युगपत् प्राग्भावस्य नाशः भवति. हा, समीचीनं भगिनि. तर्हि प्राग्भावस्य नाशस्य कारणं किम्? प्राग्भावस्य नाशकारणमस्ति घटोत्पत्ति. चिन्तयतु, घटोत्पत्तिः इति द्वितीयक्षणे आसीत् खलु? आम्, अस्मिन्नेव क्षणे इत्युक्ते द्वितीये क्षणे एव प्रागभावस्य नाशः इति वार्ता. द्वितीयक्षणे कार्यद्वयमपि सिद्ध्यति, घटोत्पत्तिः, प्रागभावस्य नाशः. प्रथमक्षणे प्रथमक्षणे समग्रसामग्री कपालद्वयसंयोग सर्वे समाधानं भवति. समवधानं भवति. तर्हि किं कस्य कारणं? सामग्री सामग्री समाधानं भवति कारण घटोत्पत्ति अपि कारणप्राग्भावस्य नाश घटसामग्री एव कारणं भवति प्रागभावस्य घटप्रागभावस्य नाशं प्रति अच्छा घटसामग्री इत्युक्ते प्रतियोगिनी भवति हा घटसामग्री इत्युक्ते प्रतियोगी सामग्री समीचीनं तर्हि प्राग्भावस्य नाशः प्रतियोगी सामग्र्या भवति राजेन्द्रमहोदय अस्ति किम् अस्तु तर्हि सन्ध्या भगिनी क्रियानाशस्य विषये किञ्चित् तत्र क्रियानाशः उत्तरदेशसंयोगात् संयोगस्य कारणेन भवति तत्र कापि क्रिया भवति तत्र तेन किञ्चित् अत्र पठित्वा वदामि किं भगिनि अवश्यम् अवश्यम् क्रियानाशः उत्तरदेशसंयोगात् भवति अभिघातादिसंयोगवशात् घटादौ क्रिया तर्हि प्रथमे क्षणे तत्र संयोगः भवति तेन प्रथमे क्षणे घटे क्रिया भवति ततः तत्र यदा वयं विभागं साधयितुम् इच्छामः तर्हि द्वितीयक्षणे विभागः तेन पूर्वदेशसंयोगस्य नाशः भवति तदनन्तरम् उत्तरदेशसंयोगः भवति तदा क्रियानाशः अतः क्रियानाशस्य कारणमस्ति उत्तरदेशसंयोगः इति अस्तु बहु समीचीनं तर्हि क्षणपञ्चकव्यापिनी प्रक्रियायाम् अस्माभिः दृष्टमासीत् यत् क्रमेण गच्छति क्रियातः विभागः विभागतः संयोगनाशः संयोगनाशः भवति चेत् तदनन्तरम् उत्तरदेशसंयोगोत्पत्तिः अपरेण आकाशदेशेन सह संयोगोत्पत्तिः भवति तदा पूर्वं या क्रिया नाशनं भवति इति कृत्वा उत्तरदेशसंयोगः क्रियानाशस्य कारणम् इति भवति अस्तु तर्हि जयन्ती भगिनी द्रव्यस्य विषये किं वक्तुं शक्नुमः द्रव्यनाशः केन कारणेन द्रव्यनाशः समवायिकारणेन वा असमवायिकारणेन अपि वा असमवायिकारणेन जायते द्रव्यरूपक घटः द्रव्यरूपकः घटं स्वीकुर्मः तस्य नाशः भवति यदा कपालस्य नाशः भवति कपालसमवायिकारणं भवति पुनः उदाहरणेन यदि दण्डेन पातनेन कपालस्य नाशः भवति तदा घटस्य नाशः अपि भवति तत्र तु समवायिकारणं कपालः कपालस्य समवायिकारणं कपालः अतः द्रव्यस्य नाशस्य कारणं समवायिकारणस्य नाशः इति असमवायिकारणं भवति कपालद्वयसंयोगः इति यदि यत् लेपनं कपालद्वयसंयोगं करोति तस्य यदि तत् निष्कासयामः तदा कपालस्य नाशः न भवति परन्तु घटस्य नाशः भवति केवलं कपालद्वयसंयोगस्य नाशः भवति यः असमवायिकारणम् अस्ति तेनापि द्रव्यनाशः भवति इति तदेव अस्तु सम्यक् वस्तुतः मम कनेक्षन् भग्नं जातमासीत् गत्वा आगतवती किन्तु तत् स्पष्टीकृतमिति मन्ये, तत्र द्रव्यनाशः भवति समवायिकरणनाशात् वा असमवायिकरणनाशादिः। भगिनी एकः प्रश्नमस्ति, महोदय उक्तवान् अभावस्य समवायिसम्बन्धेन न भवति किन्तु अभावस्वरूपसम्बन्धेन भवति, तस्य कारण अभावस्य समवायि वा असमवायिकारणं नास्ति, तः निमित्तकारणं भवति। वयम् अत्र वदामः द्रव्यनाश समवायिकारण असमवायिकारणं भवति, एतत् मम क्लेशः भवति तस्य। क्लेशः किमर्थम् अस्ति? अभावः द्रव्यं नास्ति खलु, द्रव्यनाश सो द्रव्यनाशः ध्वंसभावः अस्ति न? द्रव्यस्य अस्तु, तर्हि अत्र विषयद्वयमस्ति, द्रव्यस्य नाशः इति एकः विषयः, पुनः ध्वंसस्य ध्वंसः अपि न, प्रागभावस्य नाशः इति अपरः विषयः खलु। तर्हि भवत्याः प्रश्नः कः, द्रव्यनाशः इत्युक्ते प्रध्वंसाभावः इति वा? आमां, निरञ्जन् महोदय तस्य अन्तिम वाक्यम् अहं न अस्तु निमित्तकारणमिति वा उक्तवान् सः। तर्हि इदानीं चिन्तयतु, प्रागभावस्य नाशस्य विषये भवती उक्तवती खलु। आम् आम्, प्रागभावः एकविध अभावः इत्युक्ते यस्य कस्य यस्मिन् कस्मिन् अपि द्रव्ये भवति तर्हि स्वरूपसम्बन्धेन भवति अस्तु इति सत्यं खलु। तर्हि तस्य समवायिकारणं नास्ति असमवायिकारणं नास्ति, भवति चेत् निमित्तकारणमेव भवति, कपाल स्वस्मिन् तादाभ्यसम्बन्धेन स्थित्वा सो कपाल तिष्ठति अस्मिन् स्वरूपकारणे न कपालः स्वस्मिन् तादात्म्यसम्बन्धेन, घटः कपाले समवायसम्बन्धेन, अतः कपालः घटस्य समवायिकारणं, घटस्य असमवायिकारणमस्ति किं कपालद्वयसंयोगः। समीचीनं, तादृशानि कारणानि अभावस्य न भवति इति तावदेव, अभावस्य यत्किमपि कारणं स्यात् तत् निमित्तकारणमेव भवति, यतोहि तत्र समवायः इत्येव विषयः नागच्छति किल, इति स्पष्टम्। द्रव्यस्य तु समवायिकारणम् असमवायिकारणं भवति, तदर्थं द्रव्यनाश एक एका स्थितिः अस्ति, ध्वंसभावः अन्या स्थितिः अस्ति। सत्यं, भवती यद्वदति तदपि समीचीनमेव, द्रव्यस्य नाशः भवति चेत् द्रव्यस्य प्रध्वंसाभावः भवति इति वदति भवती चिन्तयन्ती अस्ति किल, किन्तु प्रध्वंस वयम् अधुना किं चिन्तयामः, कस्यचित् वस्तुनः नाशस्य विषये खलु, भवती यद्वदति प्रध्वंसाभावः इति, तस्य नाशः न जातः, विपरीतरीत्या जातः, द्रव्यस्य नाशनेन प्रध्वंसाभावस्य जननं जातं, नाशः तु नाशनः इति वार्ता, अत्र तु केवलं नाशस्य कारणं किम् इति पश्यन्तः स्मः, प्रागभावस्य नाशः भवति एव उक्तवती, प्रतियोगी सामग्री प्रागभावस्य नाशस्य कारणम् इति, अपि च ततः अग्रे क्रियानाशः अभवत् उत्तरदेशसंयोगात्, पुनः द्रव्यस्य नाशः समवायिकारणनाशात् वा असमवायिकारणनाशात् भवति, समीचीनम्। अस्तु, तर्हि प्रतिवर्गे द्रव्यनाशविषये सर्वथा निमित्तकारणं द्रव्यनाशस्य कारणं न भवति एव खलु, निमित्तकारणस्य इति उदाहरणं स्मरति वा? विद्याशङ्करमहोदय वर्गे अपि अस्य उदाहरणं दत्तमासीत्, किञ्चित् स्मरति किम्? निमित्तकारणविषये इदानीं जयन्ती भगिनी पृष्टवती द्रव्यस्य नाशः निमित्तकारणेन न भवति इति. तुलालः घटनिर्माणस्य निमित्तकारणम् इति जानामि, परन्तु विशेषतः तस्य उदाहरणं न स्मरामि भगिनि. इदमेव उदाहरणम्, इदमेव उदाहरणं. कुलाल कुलाल घटस्य निमित्तकारणम् अस्ति. यदि घटनिर्माणं भवति, कुलाल गच्छति, तदपि घट तिष्ठति न, तस्य नाशः न भवति, न भवति. अतः अत्र निमित्तकारणम् इति द्रव्यनाशस्य कारणत्वेन न परिगणितम् इति वार्ता. अस्तु, अत्र एकं वाक्यमासीत् अस्मिन् पुटे अन्तिमपरिच्छेदे, कपालद्वयसंयोगरूप असमवायिकारणनाशादपि भवति गुणनाशः इति. गते वर्गे प्रश्नः आगतः आसीत् खलु, अत्र दोषः अस्ति गुणनाशः न, अपि तु द्रव्यनाशः. द्रव्यनाश तावदेव स्पष्टीकर्तुम् इष्टवती. अस्तु, अधुना इतः अग्रे गच्छेम. राजेन्दर् महोदय पठति वा? अस्ति महोदय. श्रूयते वा? हा श्रूयते, श्रूयते. गुणनाशं सम्प्रति चिन्तयामः. गुणसमवायिकारणनाशात् भवति गुणनाशः. यथा घटे नष्टे तद्रूपं नश्यति, निमित्तकारणनाशादपि भवति गुणनाशः. द्वितसङ्ख्यां प्रति द्रव्यं समवायिकारणं दर्शितरीत्या आश्रयगतं गतम् एकत्वं च असमवायिकारणं भवति. एवम् अपेक्षा. अस्तु अस्तु महोदय, तावत्पर्यन्तं किञ्चित् प्रतिपादयतु. गुणनाश गुणनाशस्य कारणानि किं भवति? तत्र समवायिकारण नाशात् अपि गुणनाशः भवति. यथा गुणसमवायिकारणनाशात् अपि गुणनाशः भवति. यथा घटे यथा घट ध्वंसः जातः, तस्य घटरूपं नश्यति, तथा समवायिकारणं गुणना समवायिकारणनाशात् गुणनाश अपि भवति. निमित्तकारणात् नाशात् नाशात् अपि भवति गुणनाशः. ये निमित्तकारणानि सन्ति ते अपि तेन नाशेन गुणनाशः भवति. यथा द्वितीयसङ्ख्याम् एकत्वम् एकत्वसङ्ख्यां प्रति प्रतिद्रव्यं समवायिकारणं दर्शितरीत्या आश्रयगतम् एकत्वं च असमवायिकारणं भवति. अत्र गुणनाशः कस्य कारणेन भवति? समवायिकारणेन अथवा निमित्तकारणनाशेन. समवायिकारणनाशात् अथवा निमित्तकारणं घटे घटे रूपम् अस्ति, घटरूपं प्रति समवायिकारणं किम्? समवायि कपालद्वयसंयोगः घटरूपं. घटे घटे घटे रूपम् इति कश्चन गुणः खलु, तस्य रूपस्य समवायिकारणं किम्? घटः एव. घटः एव समवायिकारणम्. अस्तु, घटरूपं प्रति निमित्तकारणं किम् इति अग्रे पश्येव, किन्तु तृतीयवाक्यं पठतु. द्वित्वसङ्ख्यां प्रति द्रव्यं समवायिकारणं दर्शितरीत्या आश्रयगतम् एकत्वं च असमवायिकारणं भवति. अत्र तु सङ्ख्याः वर्णनम् आगच्छति. यथा द्वित्वं सङ्ख्या वदामः, तस्य असमवायिकारणम् अस्ति एकत्वं तस्य कृते प्रति असमवायिकारणम् अस्ति एकत्वं. द्वित्वसङ्ख्यां प्रति समवायिकारणं किम्? भवता पठितमेव द्वित्वसङ्ख्यां प्रति समवायिकारणं द्रव्यम् एव समवायिकारणं हा हा यस्मिन् द्रव्ये तादृशद्वित्वसङ्ख्या प्रतीयते तद्द्रव्यमेव समवायिकारणम् अपि च यथा द्वितीय घटम् आनेन तस्य समवायिकारणं घटः एव अस्ति सत्यं सत्यम् अपि च असमवायिकारणम् असमवायिकारणं तु एकत्वम् असमवायिकारणम् एकत्वं सत्यम् एकत्वम् इति असमवायिकारणम् अस्ति अस्तु तर्हि किं तस्मिन् नव अशीतितमे पुटे किम् अस्ति इति परिशीलयामः किञ्चित् वर्धिनी भगिनी पठति वा आं भगिनि निमित् न न तत्र नव अशीति तमे पुटे अथवा अन्यः कोऽपि यः कोऽपि प्राप्तवान् पुटम् एवं अस्तु महोदय पठतु एवं सति द्रव्य उत्पत्तिक्षणे एव तत्र रूपादीनां विशेषगुणानाम् एकत्वादीनां सामान्यगुणानाम् उत्पत्तिः न शक्या वक्तुं तथात्वे द्रव्यस्य गुणानां च युगपद उत्पत्त्या द्रव्यं गुणो उत्पत्तिक्षण पूर्वक्षणवृत्ति न स्यात् न स्यात् तर्हि तत् गुणान् प्रति कारणम् अपि अतः तस्य कारणत्वरक्षाय उत्पन्नं द्रव्यं क्षणम् एकं निर्गुणं निष्क्रियं च तिष्ठति इति नियमः अभ्युपगम्यते तस्मात् प्रथमक्षणे कार्यं द्रव्यम् एव जायते तदात्मकसमवायिकारणसंवादेन अवधानेन द्वितीयक्षणे गुणोत्पत्तिः स्पष्ट अपि अर्थः चित्रेण बोध्यते अस्तु किं किं सारांशः कः इति द्रव्योत्पत्तिक्षणे यथा द्रव्यस्य उत्पत्तिः भवति घटं घटस्य उदाहरणं स्वीकुर्मः चेत् यथा घटो उत्पत्तिः भवति तत्र गुणः तस्मिन् क्षणे एव उत्पद्यते तथा न वक्तुं शक्नुमः तथा न भवति यथा गुणानां रूपादिगुणानाम् एकत्वदीनां सामान्यगुणानां ये उत्पत्ति तस्मिन् क्षणे न भवति तथात्वे द्रव्यस्य गुणानां च युगपद उत्पत्त्याः द्रव्यं गुणोत्पत्तिक्षणपूर्वक्षणवृत्तिः न स्यात् यतोहि गुणस्य वृत्तिः तथा नास्ति यथा वयम् इदानीं कार्यकारणभाव कारणकार्यभावरूपेण पठितवन्तः घटोत्पत्ति पूर्वक्षणे सर्वे सामग्र्यः तत्र भवतु कार्यस्य पूर्वम् एव भवतु तादृशी अत्र नास्ति गुणस्य तथा नास्ति गुणः उत्पत्तिक्षणपूर्वक्षणवृत्ति तस्य न अस्ति तर्हि गुणान् प्रति तत् कारणम् अपि नास्ति सः कारणं नास्ति किञ्चित् यथा द्रव्यम् उत्पद्यते तथा क्षणम् एकं द्रव्यं निर्गुणं निष्क्रियं च तिष्ठति यथा घटस्य उत्पत्तिः भवति घट उत्पत्तिः तस्मिन् क्षणे तस्मिन् निर्गुणं निष्क्रियं च तिष्ठति तदनन्तरं गुणस्य उत्पत्तिः गुणोत्पत्तिः भवति द्वितीयक्षणे तस्मिन् क्षणे तत्र गुणः न उत्पद्यते तत्र कारणकार्यभावः नास्ति तत्र कार्यकारणभावः नास्ति इति कुत्र उक्तम् वस्तुतः कार्यकारणभावः अस्ति इति अत्र सूचितं खलु अस्माभिः किं ज्ञायते? पूर्ववृत्तितं नास्ति. अत्र पश्यतु, द्रव्यं वाक्ये किम् उक्तम् अस्ति? तथा द्रव्यं गुणो क्षण पूर्वक्षणवृत्तिः न स्यात्. एकनिमिषः. तस्मात् पूर्वं द्रव्यस्य गुणानां च युगपद् उत्पत्त्या, इत्युक्ते यदि चिन्तयामः यद् द्रव्यं च गुणः च युगपत् एव उत्पद्येते इति चिन्तयामश्चेत् तदा किं भवति? द्रव्यं गुणोत्पत्तिपूर्वक्षणवृत्तिः न स्यात् इति भविष्यति खलु. तत्र दोषः न अभविष्यत् इति चिन्तयतु. यदि गुणानाम् अपि च द्रव्यस्य युगपत् उत्पत्तिः अभविष्यत्, यदि तथा भवेत् तर्हि द्रव्यं गुणोत्पत्तिपूर्वक्षणवृत्तिः न अभविष्यत्. अतः गुणस्य कारणमपि न अभविष्यत्. तदर्थं तथा न स्वीकारः भवति. अत्र तु प्रदर्शितमेव अस्ति चित्रे, प्रथमक्षणे चैत्रक्षणे दण्डादिघटसामग्री समवधानं, तदनन्तरं घटोत्पत्तिः. तदा घटे गुणः वा क्रिया वा अस्ति वा द्वितीयक्षणे? राजेन्द्रमहोदय, द्वितीयक्षणे गुणः क्रिया नास्ति. तृतीयक्षणे? तृतीयक्षणे तु गुणोत्पत्ति द्रव्यम् एव उत्पद्यते. चतुर्थक्षणे रूपादया गुणाः च द्रव्यं न उत्पद्यते. अस्तु, तर्हि आहत्य गुणं प्रति द्रव्यं कारणमस्ति. अस्तु, अपि च गुणः द्रव्ये समवायसम्बन्धेन तिष्ठति इति कृत्वा द्रव्यं समवायिकारणम् इति स्पष्टम्? गुणस्य समवायिकारणं भवति तदाश्रितद्रव्यम्. इदानीम् असमवायिकारणनिरूपणम्. अत्र किम् उक्तम्? एकत्वसङ्ख्या द्वित्वसङ्ख्यां प्रति असमवायिकारणम् इति अस्ति. तत्र किञ्चित् पठेम. अजित् महोदय पठति वा? अथ किम् एतत् इत्यस्मात्? आं भगिनि, असमवायिकारणनिरूपणम्. अथ किमेतत् असमवायिकारणं नाम उच्यते निरूपितं हि समवायिकारणम्. यद्वि स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायसम्बन्धेन कार्यं जनयति. यथा कपालः स्वस्मिन् तादात्म्येन स्थित्वा घटं जनयति, अतः कपालः घटसमवायिकारणम्. तादृशे समवायिकारणे यत् समवायेन स्थित्वा समवायेन कार्यमुत्पादयति तत् असमवायिकारणम्. अत्र असमवायिकारणं किम् इति विवरणमस्ति. प्रथमं समवायिकारणं निरूपितम्. अस्तु, वाक्यं यद् अस्ति, यद्हि स्वस्मिन् तादात्म्येन स्थित्वा समवायेन कार्यं जनयति इति खलु. तर्हि घटं घटस्य घटः अस्ति, घटस्य रूपम् इति गुणः. तत्र किञ्चित् परिशीलनं करोतु, कः तादात्म्येन स्थित्वा कं जनयति इति. तत्र कपालः घटः घटस्य रूपम् इति गुणः. अस्तु, तत्र तत्र घटः स्वस्मिन् तादात्म्येन स्थित्वा गुणं जनयति. गुणं केन सम्बन्धेन जनयति? समवायसम्बन्धेन. हा, समवायसम्बन्धेन जनयति, समीचीनं. तर्हि घटः कीदृशं कारणं गुणं प्रति? समवायिकारणं. समवायिकारणं. तद्वदेव कपालः स्वस्मिन् तादात्म्येन स्थित्वा घटं केन सम्बन्धेन जनयति? तत्र समवायसम्बन्धेन समीचीनं तथा एव अस्ति खलु अवयविनो अतः कपालः घटसमवायीकारणं सम्यक् अस्तु अधुना अग्रे परिशीलयतु असमवायिकारणम् इति अग्रे अस्ति किमस्ति तादृशे समवायिकारणे यत् समवायेन स्थित्वा समवायेन कार्यम् उत्पादयति तत् असमवायिकारणम् अत्र तादृशे समवायिकारणे इत्युक्ते कपालस्य घटस्य समवायिकारणं कपालः तादृशसमवायिकारणे यत् समवायेन स्थित्वा इत्युक्ते कपालः समवायेन कार्यम् उत्पाद्यति तत् असमवायिकारणम् इत्युक्ते कपालः असमवायिकारणम् इति न कपालः समवायिकारणम् इति समीचीनतया उक्तं भवता आम् अस्तु किन्तु समवायिकारणे समवायेन कार्यम् उत्पादयति इत्युक्ते कार्यं तत्र कार्यं घटमेव खलु सत्यं घटः एव कार्यम् इति सत्यं घटस्य समवायिकारणं कपालः इत्यपि सत्यं तर्हि कपाले समवायेन स्थित्वा कश्चन गुणः अथवा काचित् क्रिया यद् कारणं भवति घटं प्रति तद् असमवायिकारणं तस्य उदाहरणं किम् इति अग्रे अस्ति पठतु यथा कपालद्वयसंयोगः घटं प्रति असमवायिकारणं भवति संयोगे हि गुणः सः पूर्वोक्तरीत्या समवायेन द्रव्ये कपाले भवति यथा कपालद्वयसंयोगः घटं प्रति असमवायिकारणं भवति इत्युक्ते कपालद्वयसंयोगः यथा उक्तं कपाले कश्चन गुणः स्थित्वा घटम् उत्पादयति तत्र यथा कपालद्वयसंयोगः घटं प्रति असमवायिकारणं भवति अत्र कपालद्वयसंयोगः इति एक तत् संयोगः एक एव असमवायिकारणं भवति यतोहि संयोगे हि गुणः एव सः पूर्वोक्तरीत्या समवायेन द्रव्ये कपाले भवति इति भवता उक्तमेव आमां तावदेव अस्ति नूतनं किमपि तत्र भ्रमः मास्तु तर्हि एवं इति पर्याप्तम् इति चिन्तयामि केवलं समवायिकारणं किम् असमवायिकारणं किम् इत्यस्य परिचयार्थं कपालद्वयसंयोगः इति कश्चन गुणः अस्तु समवायसम्बन्धेन कपाले समवायिकारणे तिष्ठति अपि च घटं जनयति अतः कपालद्वयसंयोगः असमवायिकारणम् तद्वत् इदानीं प्रकृतविषयं प्रति आगच्छामः मूलविषय यद् राजेन्द्रमहोदय पठितवान् तद् तत्र उच्यते यत् द्वित्वसंख्यां प्रति एकत्वम् असमवायिकारणम् तत् कथम् इति परिशीलयति वा अजित् महोदय द्वित्वसंख्या इति द्वित्वसंख्या घटे अस्ति इति चिन्तयतु अस्तु द्वित्वसंख्यायाः समवायिकारणं किम् द्वित्वसंख्यायाः समवायिकारणं घटः तर्हि द्वित्वसंख्यायाः असमवायिकारणं किं स्यात् घट संयोगः तादृशी शङ्का अपि भवितुम् अर्हति, घटे यः कोऽपि गुणः भवतु, गुणः समवायेन समवायिकारणे भवति, घटे भवति खलु, तर्हि तादृशः गुणः अथवा तादृशी क्रिया या समवायिकारणे समवायेन स्थित्वा समवायेन कार्यं जनयति, तर्हि अत्र किमस्ति? आश्रयगत एकत्वम् इति उक्तम्, एकत्वसङ्ख्या घटे केन सम्बन्धेन भवति? तर्हि एकत्वं घटे समवायेन भवति, अपि च द्वित्वं प्रति एकत्वं कारणं भवति. तर्हि आहत्य द्वित्वसङ्ख्यायाः असमवायिकारणं किम्? एकत्वम् इति एव अत्र उक्तम्. तत्र द्वित्वसङ्ख्यां प्रति द्रव्यम् अथवा घटः पटः यत्किमपि भवतु तत् समवायिकारणं दर्शितरीत्या आश्रयगत एकत्वम् असमवायिकारणं भवति इति. तर्हि एतावत्पर्यन्तं स्पष्टमस्ति? अस्तु, अग्रे विद्याशङ्करमहोदय पठति वा? एवम् अपेक्षा बुद्धिः इति ज्ञानविशेषः निमित्तकारणं भवति इति वैशेषिकाः वदन्ति. तस्याः नाशेन द्वित्वादिसङ्ख्यानाशं च. एतत् तत्त्वं परिशिष्टे द्रष्टव्यं, तथा च अत्र निमित्तकारणनाशात् गुणनाशः. तत्र द्वित्वसङ्ख्यां प्रति समवायकारणम् असमवायकारणम् उक्तम्. अत्र निमित्तकारणनाशात् अपि गुणनाशः कथं भवति, तस्य उदाहरणविषये द्वित्वसङ्ख्यां स्वीकृतं. द्वित्वसङ्ख्यां प्रति निमित्तकारणं किम् इति वैशेषिकाः वदन्ति, अपेक्षा बुद्धिः इति ज्ञानविशेषः. इत्युक्ते मम अवगमनं सम्पूर्णं नास्ति, परन्तु मम चिन्तनम् अस्ति द्वित्वम् इति ज्ञानं प्रति आत्मनि ज्ञानं गणनम् अथवा किमपि ज्ञानं भवति येन वृत्तिना द्वित्वम् अस्ति इति वक्तुं शक्नुमः. तस्य तद् निमित्तकारणम् अस्ति, तस्य नाशात् अपि द्वित्वं न अस्माभिः वक्तुं शक्यते. हा हा, अत्र किञ्चित् परिशीलयामः. अपेक्षा बुद्धिः इति ज्ञानविशेषः इत्युक्ते ज्ञानस्य प्रकारः इति. तर्हि ज्ञानं कुत्र भवति? आत्मनि मनसि. हा, आत्मनि ज्ञानं भवति. अस्तु, द्वित्वसङ्ख्या कुत्र अस्ति? द्रव्ये. तर्हि द्रव्यान्तरं जातं खलु, एकम् आत्मनि अपरम् अपरस्मिन् द्रव्ये, घटे वा पटे वा यत्र कुत्रापि. आत्मा अपि द्रव्यम् इति वदन्ति खलु न्यायशास्त्रे. तर्हि आत्मनि अपेक्षा बुद्धिः जायते प्रथमतया. अस्तु, मम पुरतः त्रयः घटाः सन्ति इति चिन्तयतु. तत्र यावत्पर्यन्तम् अहं घटस्य गणनां न कर्तुम् इच्छामि तावत्पर्यन्तं तादृशत्रित्वम् अथवा त्रीणि इति सङ्ख्या न जायते. तर्हि आरम्भे अपेक्षा बुद्धिः इति एकविधज्ञानम् आत्मनि जायते. आत्मनि जातेन ज्ञानेन पुनः किं जायते? द्वित्वसङ्ख्यायाः ज्ञानं भवति, तदपि आत्मनि. परन्तु द्वित्वसंख्या इति गुणः कुत्र उत्पद्यते? द्रव्येषु, द्रव्ये, द्रव्ये. तर्हि कारणं कीदृशं कारणम् अस्ति? निमित्तकारणं न, न समवायकारणं न असमवायकारणम्, अतः निमित्तकारणं भवेत्. हा, समीचीनं. समवायिकारणम् असमवायिकारणं भवितुम् एकस्मिन् आश्रये भवेत् खलु यत्किमपि कारणम्? अत्र तथा नास्ति. अपेक्षा बुद्धिः एकस्मिन् द्रव्ये, अपरस्मिन् द्रव्ये, आत्मा इत्यस्मिन् द्रव्ये जाता बुद्धिः. तेन घटे द्वित्वसंख्या जायते इति वार्ता. अपि च अपेक्षा बुद्धिः निमित्तकारणमपि अस्ति. अस्तु, अग्रे किमस्ति महोदय? इति वैशेषिकाः वदन्ति, तस्याः नाशेन द्वित्वादिसङ्ख्यानाशं च. यदि ज्ञानस्य ज्ञानं यद् निमित्तकारणम् अस्ति द्वित्वसङ्ख्यां प्रति, तत् ज्ञानस्य नाशेन निमित्तकारणस्य नाशेन द्वित्वसङ्ख्यानाशमपि भवति. एतत् तत्त्वं परिशिष्टे द्रष्टव्यम् अग्रे आगच्छति इति. सत्यं. हा, तथा च अत्र निमित्तकारणनाशात् गुणनाशः. एतेन उदाहरणेन, द्वितीयसङ्ख्यायाः उदाहरणेन, यथा निमित्तकारणं ज्ञानविशेषः, तस्य नाशात् द्वितीयसङ्ख्यायाः नाशमपि भवति. तेन उदाहरणेन निमित्तकारणनाशात् अपि गुणनाशः भवितुम् अर्हति इति साधितम्. साधितम्. अस्तु, आहत्य तर्हि गुणनाशः केन केन कारणेन? गुण समवायिकारणं द्रव्यस्य नाशात्, अथवा द्रव्ये यत् द्रव्ये समवायिकारणं यत् अस्ति, यत् गुणस्य प्रति गुणं प्रति असमवायिकारणं भवति, तस्य नाशात्. चिन्तयतु, अस्मिन् परिच्छेदे असमवायिकारणस्य उल्लेखः अस्ति इति सत्यं, परन्तु असमवायिकारणं नाशस्य कारणम् अस्ति वा इति प्रश्नः. अत्र किम् उक्तं? प्रथमवाक्यं परिच्छेदस्य आरम्भे, द्वितीयवाक्यं च, तृतीयवाक्यं पठतु एकवारं. गुणसमवायिकारणनाशात् अथवा निमित्तकारणनाशात् अपि गुणनाशः. इत्युक्ते असमवायिकारणं गुणनाशं प्रति कारणं न भवति. क्षम्यताम्. असमवायिकारणनाशः गुणनाशं प्रति कारणं न भवति. तत्र अस्माभिः बहु किमपि चर्चितं शनिवासरस्य वर्गे, ये केऽपि न भवन्ति, तत्र किमर्थं तथा न स्यात् इति. इत्युक्ते इदानीं द्रव्यस्य गुणं प्रति असमवायिकारणं किं स्यात्? कोऽपि वदति वा? सन्ध्या भगिनी, द्रव्यस्य गुणं प्रति. इदानीं घटः अस्ति, घटे गन्धः अस्ति इति चिन्तयतु. गन्धस्य समवायिकारणं किम्? घटः एव. हा, गन्धस्य समवायिकारणं घटः. गन्धस्य असमवायिकारणं किम् इति स्मर्यते वा? कपाल. न, तथा नास्ति. कोऽपि? हा, सरला भगिनी, कपालः इति तु असमवायिकारणं नास्ति गन्धं प्रति. यदि कपाले गन्धः अस्ति, हा हा, कपाले गन्धः गन्धः भवति, तर्हि कपालगतगन्धः घटगतगन्धं प्रति असमवायिकारणम्. आम्. असमवायिकारणस्थले द्वैविध्यम् अस्ति. एकं तु सामान्य उदाहरणमासीत्, तस्मिन्नेव पुटे यद्वयं पठितवन्तः पूर्वस्मिन् पुटे, तथा अस्ति. एकं तु सामान्यम् इत्युक्ते समवायिकारणे कश्चन गुणः अथवा काचित् क्रिया इति एकम्. किं कस्यचित् गृहे ध्वनिः अस्ति इति भाति, कृपया म्यूट् कुर्वन्तु. समवायिकारणस्थले द्वैविध्यम् अस्ति, एकं तु सामान्यं कस्यचित् गुणः अथवा काचित् क्रिया इति, द्वितीयं तु आसीत् यथा भगिनी उक्तवती अवयवे या क्रिया भवति अथवा अवयवे यः गुणः भवति सः गुणः अवयविनी विद्यमानं मानस्य गुणं प्रति कारणं भवति, असमवायिकारणम्. अस्तु, तर्हि घटे घटे गन्धः अस्ति इति चेत् तस्य असमवायिकारणं किम्? कपाले विद्यमानगन्धः. गन्धः एव असमवायिकारणम् इति वदामः. तर्हि एतावत् पर्यन्तं गुणनाशं प्रति कारणानि कानि? उच्यतां महोदय. गुणनाशस्य कारणम् अस्ति समवायिकारणं द्रव्यम् अथवा किमपि निमित्तकारणम् अस्ति चेत् तदपि. हा तदपि. तर्हि समवायिकारणनाशः गुणनिमित्तकारणनाशः इति गुणनाशं प्रति कारणानि. असमवायिकारणं कारणस्य नाशः इति न उक्तः अत्र, किन्तु प्रश्नः भवति खलु. इत्युक्ते मम मनसि तु आसीत् प्रश्नः, तदर्थं हा किञ्चित् तत्र वक्तव्यम् इति चिन्तयामि. इत्युक्ते कपाले वदतु भगिनि, तत्पूर्वम् एकः प्रश्नः अस्ति अत्र दत्तमस्ति खलु, एकत्वं द्वित्वस्य असमवायिकारणम् एकेन घटेन निष्कासनेन एकत्वं जायते नश्यति, तदा द्वित्वमपि नश्यति किल? अस्तु, तर्हि एकेन घटेन निष्कासनेन इत्युक्ते प्रथमं किं जायते? घटस्य निष्कासनं, द्रव्यस्य नाशः. द्रव्यस्य नाशः इत्युक्ते समवायिकारणनाशः खलु? न न, निष्कासनेन इत्युक्ते अपरे प्रकोष्ठे आनयामः चेत् अपि तत्र एकमेव घटः अवशिष्यते किल, तथा नाशः नास्ति, अयं घटः अयं घटः इति वदनेन द्वित्वं भवति, एकमेव घटं यः कोऽपि अस्मिन् प्रकोष्ठे अस्ति तस्य कृते तु घटस्य अपरस्य द्रव्यस्य नाशः इति एव अस्ति. तर्हि आहत्य समवायिकारणनाशः इत्येव भाति किल? तथा वदनेन सत्यं, परन्तु द्वित्वं प्रति एकत्वम् असमवायिकारणम्, एकत्वं नश्यति चेत् द्वित्वमपि नश्यति. एकत्वं कदा नश्यति? एकत्वम् एव अवशिष्यते, द्वित्वं नश्यति. अस्तु, एकत्वम् इति असमवायिकारणं कदा नश्यति? यदा समवायि यदा द्रव्यमिति समवायिकारणं यदा नश्यति तदा एकत्वमिति असमवायिकारणमपि नश्यति, अतः तत्र गुणनाशस्य कारणम् असमवायिकारणस्य नाशः न, परन्तु द्रव्यमिति समवायिकारणस्य नाशः, अतः अस्मिन् परिच्छेदे असमवायिकारणनाशेन गुणनाशः भवति इति न आगच्छति, न उदेति प्रश्नः तथा इति. हा इति शनिवासरस्य वर्गे अपि महोदयेन उक्तं. तर्हि आरम्भे समवायिकारणस्य नाशेन भवति इति, किन्तु तस्मिन् विषये इतोपि चिन्तनं भवति इति चिन्तयामि. अधुना द्वितीयप्रकारक असमवायिकारणम् इत्युक्ते यद् सरला भगिनी उक्तवती किल, कपालगतगन्धः घटगतगन्धं प्रति असमवायिकारणं, तादृशसन्दर्भेषु कपालगतगन्धः एव नश्यति इति चेत् तदा घटगतगन्धः अपि नश्यति वा इति अपि प्रश्नः आसीत्. पुनः उच्यताम्। पुनः तत्रापि तदेव भवति किल, कपालघट कपालगतगन्धः तदा नश्यति यदा कपालस्य नाशः भवति। कपालस्य नाशः भवति चेत् समवायिकारणनाशेन घटस्यापि नाशः भवति, घटगतगन्धस्यापि नाशः भवति। अतः तत्र घटगतगन्धस्य नाशस्य कारणं कपालनाशः इति, न तु कपालगतगन्धस्य। इत्युक्ते युगपत् भवति परन्तु कारणं तु कपालनाशः इत्युक्ते समवायिकारणनाशः इति तु सत्यम् इति एकविधचिन्तनं। किन्तु चिन्तयन्तु तत्र गुणाः पाकजम् अपाकजम् इत्यादिकम् आसीत् खलु। पाकजम् इत्युक्ते किं? पाकेन गुणः जायते इति सत्यम्। पाकः अथवा तेजसंयोगः भवति चेत् तदा किं भवति? तेजसंयोगेन कपाले यः गन्धः अस्ति सः गन्धः नश्यति, तस्य गन्धस्य स्थाने अपरः गन्धः आगच्छति तेजसः संयोगेन। तदा कपालः तु अस्ति किन्तु तस्य गुणस्य परिवर्तनं जातं खलु। तर्हि घटस्य गुणः अपि परिवर्तते खलु? हा हा सत्यं। परिवर्तनम् इत्युक्ते किम्? एकस्य नाशः अपरस्य उत्पत्तिः। हा उत्पत्तिः इति एव। तर्हि असमवायिकारणं कालस्य नाशः अपि एकं कारणं खलु भगिनि? इति प्रश्नः आसीत् शनिवासरस्य वर्गे, उत्तरं न जातम्। केवलम् उपस्थापनं कृतवती यतोहि चिन्तनं प्रवर्तमानं भवतु इति। तस्मिन् विषये किञ्चित् चिन्तयेम। भगिनि मम चिन्तनमस्ति यत् द्रव्ये घटे वा स्वरूपेण गन्धः नास्ति। यत्किमपि गन्धः घटे अस्ति तत् कपालस्य एव गन्धः, ततः घटस्य गन्धस्य परिवर्तनम् अथवा किमपि न भवितुम् अर्हति। भवति चेत् कपालस्य एव गन्धः परिवर्तयति, ततः घटस्य गन्धः परिवर्तनं भवति। तर्हि कपालस्य गन्धः असमवायिकारणं खलु घटस्य गन्धं प्रति? भवता यदुक्तं तत् सत्यं। कपाले यः गन्धः सः एव घटे अपि आगच्छति इति तु सत्यम्। इदानीं घटस्य गन्धे परिवर्तनं भवति चेत् तर्हि अस्माभिः अवगन्तव्यं यत् कपालस्य गन्धे अपि परिवर्तितम्। तर्हि कपालस्य गन्धस्य परिवर्तनम् इत्युक्ते किं? पूर्वतनगन्धस्य नाशः, नूतनगन्धस्य उत्पत्तिः, तादृशं भवितुम् अर्हति वा इति प्रश्नः तावदेव। भगिनी यदि गुणनाश द्रव्यस्य नाशकारणं भवति गुणनाशस्य प्रति, द्रव्यस्य नाशं प्रति समवायि असमवायिकारणं भवति, सो इण्डैरेक्ट्लि असमवायिकारणगुणस्य नाशं हर्तुं शक्नोति? तथा चिन्तयामश्चेत् प्रायः बहूनि कारणानि भवन्ति, परन्तु अत्र साक्षात् किमर्थं तथा उक्तं? पश्यतु, द्रव्यस्थले किम् उक्तं? समवायिकारणनाशात् असमवायिकारणनाशात्, तावदेव उक्तं। न द्रव्यस्थले असमवायिकारणनाश इति एव उक्तम्। निमित्तकारणं द्रव्यनाशं, निमित्तकारणस्य नाशः द्रव्यनाशं प्रति कारणं नास्ति। नास्ति कुलालः इति उक्तं खलु उदाहरणं। निमित्तकारणं, सः घटं निर्मीय गच्छति, तथापि घटः द्रव्यस्थले तथा, किन्तु गुणस्थले किञ्चित् परिवर्तनं। गुणनाशस्य कारणानि कानि? समवायिकारणनिमित्तकारणेक्षाबुद्धिः। सत्यम्, अपेक्षा बुद्धिः इति निमित्तकारणनाशेन कस्यचित् गुणस्य नाशः भवति, अथवा गुणसमवायिकारणनाशेन भवति इति किञ्चित् तत्र। अग्रिमे परिच्छेदे प्रथमवाक्यमस्ति समानाधिकरणगुणेन अपि भवति गुणनाशः, इत्युक्ते नूतनगन्धं किमपि गन्धः किमपि आगति चेत् तदेव अधिकरणे यथा कपाले, तथापि प्रथमगुणस्य नाशः भूत्वा नूतनगन्धस्य सावित्री भगिनी वदति वा? न न, समानाधिकरणे इति दत्तमस्ति, परन्तु असमवायिकारणम् इति न दत्तमस्ति इत्युक्ते हा तत् सत्यमेव. विद्याशङ्कर् महोदय इदानीं चिन्तयतु, एकस्मिन् घटे गन्धः अस्ति, रूपम् अस्ति, संख्या अस्ति, एते सर्वे गुणाः एव खलु समानाधिकरणे स्तः समानाधिकरणे भवन्ति. तर्हि समानादिकरणगुणेन भवति गुणनाशः इति उक्तं तावदेव. यद्यपि एकस्मिन् घटे किं भवति, गन्धः भवति, रूपं भवति, परन्तु द्वयोः मध्ये कार्यकारणभावः नास्ति. गुणाः बहवः भवेयुः, परन्तु अयं गुणः अपरस्य गुणस्य असमवायिकारणम् अस्ति इति न वक्तुं शक्नुमः किल. भगिनी, यदि वयं परम्परासम्बन्ध दृष्टवन्तः तत्रापि समानाधिकरणं वयम् उक्तवन्तः, लैक् शीतस्पर्श जले जलस्य वायो शीतम् अस्ति संयुक्त वायोः सावित्री भगिनी, अत्र परम्परासम्बन्धः नास्ति, द्वयोः दिशयोः गच्छति आरोस्, एकमेव दिशि गन्तव्यम् अस्ति तदा एव परम्परा भवति. तेजसंयोगेन द्रव्य तदग्रे पठामः, किन्तु विद्याशङ्करमहोदयस्य प्रश्नस्य कृते उत्तरमस्ति यत् अत्र ये केऽपि गुणाः समानाधिकरणे भवन्ति ते परस्परम् असमवायिकारणानि भवन्ति. एकस्मिन् घटे संख्या अस्ति, गन्धः अस्ति, रूपम् अस्ति, यत्किमपि भवतु, गन्ध रूपं संख्या इति परस्पर असमवायिकारणानि न सन्ति खलु. स्वातन्त्र्येण तिष्ठन्ति, तावदेव. असमवायिकारणस्य विशिष्टपरिभाषा अस्ति, यः कोऽपि समवायेन स्थित्वा कार्यं प्रति कारणं भवति इति परिभाषा. यद्यपि गन्धः समवायेन भवति घटे, तथापि रूपं प्रति कारणं नास्ति, तर्हि असमवायिकारणं नास्ति इति वार्ता. तर्हि समानाधिकरणगुणम् इति गुणः इति उक्तं, तर्हि भवतु नाम तेन तत्तु असमवायिकारणं नास्ति गन्धस्य वा इति. अस्तु, हा इति अस्ति. तर्हि आहत्य गुणनाशः भवति गुणसमवायिकारणनाशात् अपि च गुणस्य निमित्तकारणनाशात्. अत्र विशेष उदाहरणं दत्तं, शिक्षा बुद्धिः इति स्वीकृता अस्ति उदाहरणार्थम्. अपेक्षा बुद्धिः इति चिन्तनज्ञानं केवलं सङ्ख्यास्थले एव भवति इति महोदयेन उक्तं वर्गे इति भाति खलु ये केऽपि वर्गे. अहं अङ्गीकरोमि तत् अपेक्षा बुद्धिः सङ्ख्याविषये एव भवति इति मम किञ्चित् भ्रमः अस्ति, परन्तु तदेव सः उक्तम्. हा, अपेक्षा बुद्धिः इति पारिभाषिकशब्दः, कश्चन विशेषज्ञानं चिन्तनं स्यात्, अस्तु अहं गणनां कर्तुम् इच्छामि इति चिन्तयन्ति चेत् तदा मनसि अपेक्षा बुद्धिः मनसि ज्ञान आत्मनि भवति, परन्तु गुणः तु द्रव्ये आरोपितः इति किञ्चित् वैचित्र्यमेव अस्ति, परन्तु तथा स्वीक्रियते सङ्ख्यास्थले. अस्तु, इति अस्ति. अग्रे सरेम वा? अग्रे तर्हि वर्धिनी भगिनी पठति वा? आं भगिनि, समानाधिकरणगुणेनापि भवति गुणनाशः, यथा घटे तेजः संयोगेन श्यामादिरूपनाशः, पृथिव्यां द्रव्यत्वनाशः अपि तेजः संयोगादेव, आत्मगुणः संस्कारः कालात् रोगात् चरमेण स्मरणेन वा नश्यति, चिरं यः पदार्थः न अस्माभिः स्मृतः तस्य कालान्तरेण स्मर्तुं प्रयासे क्रियमाणे अपि न सः स्मर्यते, कुतः कालवशात् नष्टः संस्कारः, वार्धक्यादिना रोगाक्रान्ते शरीरे न स्मरति अनुभूतं विषयं, तत् कुतः रोगेण नष्टः संस्कारः। समानाधिकरणगुणेन अपि गुणनाशः भवति, गुणनाशः भवति तत्र। उदाहरणं किं भगिनि? एकस्मिन् घटे बहूनि गुणाः सन्ति खलु, गुणगुणः मध्ये सम्बन्धः नास्ति, कार्यकारणभावः सर्वदा न भवति, परम्परा, हा, गुणयोः मध्ये परम्परासम्बन्धः तु भवति यथा सूचितम् आसीत् सरला भगिन्या, परन्तु तस्य अर्थः, अयं नास्ति यत् तयोः मध्ये कार्यकारणभावः अस्ति, तर्हि भ्रमः मास्तु। यथा घटे तेजसंयोगेन श्यामादिरूपनाशः, गुणनाशः भवति समानाधिकरणे। सत्यम्, अत्र समानाधिकरणगुणौ कौ अत्र? घटे तेजसंयोगेन श्यामादिरूपनाशः, द्वौ गुणौ अत्र उल्लिखितौ स्तः अस्मिन् वाक्ये खलु। प्रथमः गुणः कः? रूपः अस्ति, हा, श्यामादिरूपम् इति एकं गुणं, एकः गुणः। अपरः अन्य कोऽपि संयोगः, हा, संयोगः, तेजसंयोगः, तेजस् इति तेजः स्वयमेव द्रव्यं, द्रव्ययोः मध्ये संयोगः भवति, तर्हि तेजः द्रव्यं, घटः द्रव्यं, तयोः मध्ये कीदृशः सम्बन्धः? संयोगसम्बन्धः भवति, संयोगसम्बन्धः। संयोगः अपि कश्चन गुणः खलु, हा, कस्मिन् अस्ति उदाहरणे संयोग तेजसंयोगः? घटे तेजसि अपि, हा, तेजसि अपि अस्ति, घटे अपि अस्ति तेजसंयोगः, तेजसंयोगः। घटे अपरः गुणः कः? रूपं, श्यामादिरूपं, श्यामरूपं। तर्हि तेजसंयोगेन रूपस्य नाशः, तेजसंयोगः श्यामादिरूपः रूपम् इति समानादिकरणे स्तः, समानादिकरणे घटे स्तः, अतः समानादिकरणगुणेन अपि गुणस्य नाशः इति भवति। समीचीनम्, अग्रे इत्युक्ते संयोगः इति गुणेन श्यामरूपनाशः, एवं वा? सत्यं, श्यामरूपस्य नाशः भूत्वा रक्तरूपः भवेत्, परिवर्तनं तु स्यात् स्यात् वा न वा इति प्रश्नः नास्ति, किन्तु एकस्य रूपस्य नाशः तु जातः इति, एकेन गुणेन, एकेन अपरेण गुणेन, सः अपरः गुणः अस्ति तेजसंयोगः. पृथिव्यां द्रव्यत्वनाशः अपि तेजः संयोगात् एव. द्रव्यत्व इति नास्ति, द्रवत्व. द्रवत्वनाशः अपि पृथिव्यां द्रवत्वनाशः अपि. द्रवत्वम् इत्युक्ते किम्? स्वर्ण जल. हा हा हा, सत्यं सत्यं, बहु समीचीनं भगिनि. तस्मिन् सन्दर्भे द्रवत्वस्य उल्लेखः कृतः. सुवर्णः तेजसः पदार्थः वा, पृथ्वी, पार्थिवः वा. सम्यक्. तर्हि द्रवत्वम् इत्युक्ते फ्लुइडिटि इति अस्ति खलु, तस्य नाशः पुनः केन भवति? तेजः तेजसंयोगेन. द्रवत्वम् इति अपि अन्यतमः गुणः, चतुर्विंशतिगुणेषु तस्य गणना अस्ति. द्रव्यत्वं द्रवत्वम् इति अन्यतमः गुणः, तेजसंयोगः अपि अन्यतमः गुणः. तर्हि तेजसंयोगेन द्रवत्वस्य नाशः भवति एकस्मिन्नेव द्रव्ये, पृथ्वी इति द्रव्यं तस्मिन्नेव भवति. अस्तु, अग्रे. आत्मगुणः संस्कारः कालात् रोगात् चरमेण मरणेन वा नश्यति. आत्मगुणः संस्कारः. संस्कारः इत्युक्ते आत्मनि, आत्मनि केचन गुणाः सन्ति खलु, ज्ञानम् इति, बुद्धिः, संस्कारः अपि अन्यतमः गुणः. तर्हि प्रश्नः अस्ति सन्ध्या भगिनी. हा, तर्हि अत्र समानाधिकरणगुणम् इति यः विषयः अस्ति, तेजसंयोगः तेन द्रवत्वनाशः वा रूपनाशः, तस्मात् अग्रे एतद् यद् अस्ति आत्मगुणः संस्कारः, सः भिन्नविषयः किल, तस्य विषयान्तरं जातं द्रव्यस्य विषये, उदाहरणस्य विषये इति तु सत्यं. परन्तु मूलविषयः कः चर्चितः? समानादिकरणगुणेन भवति गुणनाशः. अस्तु, तर्हि प्रथमे उदाहरणे घटः इति द्रव्यं, घटे समानादिकरणगुणौ द्वौ आस्तां, श्यामादिरूप तेजसंयोगः, तद्वत् पृथिव्यामपि द्रवत्वम् इति तेजसंयोगः इति, तद्वत् आत्मनि अपि एकः गुणः अस्ति संस्कारः इति. तस्य नाशः केन केन भवति इति अत्र परिशीलनम्. अस्तु भगिनि. किन्तु भवत्याः प्रश्नः मम मनसि अपि आसीत्, गुणस्य परिशीलनं जायमानम् अस्ति इति सत्यं, परन्तु कालः इति गुणः नास्ति इति भवती चिन्तयति किल? तत्र समानाधिकरणं कुत्र? तत्र गुणस्य तदेव, कालः, रोगः, तत् सर्वं गुणः नास्ति इति कृत्वा. तर्हि प्रायः समानाधिकरणगुणः इति न विवक्षितः अस्मिन्, यतोहि गुणस्य नाशः केन केन कारणेन भवति इति तु तत्र समानता अस्ति. परन्तु संस्कारः इति विशेषः गुणः यः आत्मनि भवति, तस्य नाशः अवश्यं, कालः तु द्रव्यमेव, रोगः किम् इति न ज्ञायते. कालः तु अवश्यं द्रव्यमेव, समानाधिकरणगुणः तु नास्ति. अस्तु, इतः अग्रे सन्ध्या भगिनी. सन्ध्या भगिनी एव पठति वा इतः अग्रे? आत्मगुणः संस्कारः कालात् रोगात् चरमेण स्मरणेन वा नश्यति. चिरं यः पदार्थः न अस्माभिः स्मृतः, तस्य कालान्तरेण स्मर्तुं प्रयासे क्रियमाणेऽपि न सः स्मर्यते. कुतः? कालवशात् नष्टः संस्कारः. वार्धक्यादिना रोगाक्रान्ते शरीरे न स्मरति अनुभूतं विषयं, तत् कुतः? रोगेण नष्टः संस्कारः. तर्हि संस्कारः यः आत्मगतगुणः यः अस्ति, सः संस्कारः कालेन रोगेण वा चरम स्मरणम् इत्यनेन वा तस्य नाशः भवति. तर्हि बहुकालात् यदि एकस्य पदार्थस्य स्मरणं न भवति तर्हि कालान्तरेण यदि प्रयासम् अपि कुर्मः चेदपि तत्र स्मरणं न भवति. किमर्थम् इत्युक्ते तत्र अतीतेन कालेन संस्कारः नष्टः भवति अतः स्मरणं न भवति. पुनः द्वितीयकारणमस्ति तत्र वार्धक्यम् इति वा रोगः इति. तर्हि वार्धक्यकारणेन यदा रोगः भवति शरीरे तदापि स्मरणं न भवति यः कोऽपि विषयः पूर्वम् अनुभूतः अस्ति तस्य विषयस्य. किमर्थमित्युक्ते तत्र रोगेण संस्कारः नष्टः भवति इति कारणेन. हा हा समीचीनं. तर्हि आत्मनि गुणः यास्ति संस्कारः तस्य नाशः भवति कालात् रोगात् चरमेण स्मरणेन इति. अस्मिन् परिच्छेदे कारणद्वयम् उक्तं कालान्तरेण अथवा रोगेण इति. भगिनी मम बृहान् सन्देहः अस्ति अस्मिन् विषये. संस्कारः इत्युक्ते अत्र भावनाख्यसंस्कारः इति पूर्वं यत् पठितं खलु. अस्तु, सर्वथा अस्माभिः श्रूयते यत् संस्काराः सर्वदा न नश्यन्ति. आजन्मं भवन्ति एव, जन्मनि अपि भवति, साधनया एव संस्काराः नश्यन्ति इति सर्वम् अस्माभिः श्रूयते खलु. रोगेण नश्यति संस्कारः चेत् वयं सर्वे नवति वयसि मुक्ताः भवन्ति खलु. एवं चिन्तयतु, यथा आल्झैमर् अस्ति, रोगः अस्ति, तत् कारणात् तु स्मरणं तु जातं, संस्कारः यत् किमपि आसीत् तत्तु गतम्. परन्तु अत्र संस्कारः इत्युक्ते यथा भवती वदति तथा नास्ति. महोदयेन उक्तं किल उद्बोधः इति. भिन्नं भवति संस्कारात् खलु. अस्तु, तर्हि संस्कारः इति यद् जयन्ती भगिनी अत्र उक्तवती तद् अपरेषु शास्त्रेषु तथा स्यात् यथा भवती उक्तवती. किन्तु हा न्यायशास्त्रे संस्कारः इत्युक्ते मरणार्थं किमपि इम्प्रेशन् भवति इति चिन्तयतु मनसः उपरि तादृश प्रायः सत्यं तत्र अहं समीचीनतया न स्मरामि इति चिन्तयामि. संस्कारस्य पाठः यदा जातः तत्र संस्काराः त्रिविधाः आसन् खलु. वेगः इति एकः संस्कारः, अपरः भावनाख्यः संस्कारः येन यस्य कारणेन स्मरणं भवति मनसि तादृशसंस्कारः. एलास्टिसिटि सत्यं भवती यद्वदति तादृशसंस्कारः. तर्हि न्यायशास्त्रे एते संस्काराः इति उच्यन्ते. द्वितीयं किं भगिनि? उदाहरणं स्मरामि, नाम न स्मरामि. तत्र उदाहरणम् आसीत् इति रबर् बेण्ड् इति चिन्तयतु. तं किञ्चित् किं वदामः विस्तृतरीत्या स्प्रेड् कुर्मश्चेत् तत् पुनः तत् स्थगयामश्चेत् तत् पुनः गच्छति यथा स्थितिः आसीत्. तादृशः एकः संस्कारः इति स्मरामि. तर्हि न्यायशास्त्रे विशेषः अर्थः अस्ति संस्कारस्य विषये. एते त्रयः संस्काराः इति परिगण्यन्ते इति चिन्तयामि. तत्र अन्यतमः अस्ति भावनाख्यः, येन कारणेन स्मरणं जायते. अत्र स्मरणक्षयमेव उक्तं न वा? स्मरणशक्ति स्मरणशक्त्याः क्षयः इत्येव दृश्यते अस्मिन् परिच्छेदे. स्मरणशक्त्याः क्षयः अपि एकविधरोगः एव खलु. तेन रोगेण एव संस्कारः न दृश्यते, न मनसि आगच्छति. सत्यं सत्यं. संस्कारः हा तेन कारणेन स्मरणं नागच्छति, तदा संस्कारः अपि नश्यति. परन्तु बहूनि कारणानि भवेयुः भगिनि. यदा वयं किम् उद्वेगः अस्ति, तर्हि परीक्षाविषये उत्तरस्य स्मरणं न भवति खलु. सत्यं भगिनि. परन्तु उद्वेगः अपगच्छति परीक्षानन्तरं. सर्वदा तथा भवति किल. परीक्षानन्तरं यदा मनः अनुद्विग्नस्थित्यां भवति, तदा तत् स्मरणं पुनः आगच्छति एव. इति कृत्वा संस्कारः, तस्य विषयस्य संस्कारः न नष्टः. यद् भवती पठितवती परीक्षार्थं, प्रायः मनसः सम्पूर्णतया न गतः इति चिन्तयतु. स्मरणं परीक्षायाः उत्तरकाले कालनिर्भरः भवति भगिनि. सत्यं सत्यं. कालवशात् शनैः शनैः गच्छति इति चिन्तयामि. अस्तु, विद्याशङ्कर. अत्रापि अन्तर्भूतः अस्ति यत् यानस्य प्रमाणं यत् अस्ति तत् पटुः भवेत्, नो चेत् एकस्य दृष्टिः न सम्यक् अस्ति चेत् घटः नास्ति सः वक्तुं शक्येत. घटः तु अस्ति, परन्तु तस्य दृष्ट्या नास्ति. गन्धस्य विषये इन्द्रियं न कार्यं करोति चेदपि गन्धस्य अवगमनं नास्ति. प्रमाणं सम्यक् कार्यं करोति इति अजम्प्शन् अस्ति अत्र. सत्यं सत्यं. तत् प्रमाणं सम्यक् कार्यं न करोति इत्येव रोगः इति अहं चिन्तयामि. कस्यचित् नेत्रं समीचीनं नास्ति अथवा ग्राणं समीचीनं नास्ति, तदा भवता यदुक्तम् उद्बोधकः इत्युक्ते, उद्बोधकः इत्युक्ते यः कोऽपि उद्बोधकं, यत्किमपि संस्कारं जनयति तद् उद्बोधकम् इति उच्यते. तर्हि उद्बोधकं पुरतः अस्ति चेदपि उद्बोधकम् अभिज्ञातुं न शक्नुमः इति भवान् वदति खलु, विद्याशङ्कर. तत्तु रोगः इति एव, रोग इत्यस्मिन् एव अन्तर्भूतः इति चिन्तयामि. महोदय, त्रीणि सोपानानि उक्तवन्तः. संस्कार प्रथमम् अनुभावकज्ञानं भवति, विषयस्य परिचय. तस्य अनन्तरं पुनः पुनः यदि बहुवारं तस्य स्मरणं कति बोधकज्ञानं भवति, प्रयोजनं भवति. तस्य अनन्तरं स्मरणं भवति. सत्यं सत्यं. तर्हि परिचय प्रथमं, देन् बोधकप्रयोजनं, तृतीयसोपानम् अस्ति स्मरणं. हा, तदेव परिचयः इति यद् भवती उक्तवती, तत्र उद्बोधकं भवति. उद्बोधकम् इत्युक्ते यद् संस्कारं जनयति इति प्रथमं भवेत्. उद्बोधकं, तदनन्तरं आत्मनि संस्कारः, उद्बोधकस्य कारणेन संस्कारः. तदनन्तरं स्मरणं, संस्कारस्य कारणेन स्मरणम्. अस्तु, सः उद्बोधकः, उद्बोधकत्वेन यः कोऽपि पदार्थः भवति, सः कदाचित् जिज्ञासितः भवति, कदाचित् अजिज्ञासितः. इत्युक्ते परीक्षा इत्यस्मिन् उदाहरणे परीक्षार्थं पठनं तु जिज्ञासितः विषयः खलु. तर्हि मम इच्छा अस्ति पठितुं, तदर्थम् अहं विषयं पठामि. उद्बोधकः तत्र जिज्ञासितः एव. तेन पठनेन मनसि संस्कारः जायते, तेन संस्कारेण पुनः स्मरणं भवति विषयस्य इति. तत्र जिज्ञासितः विषयः अस्ति, परीक्षार्थं पठनम् इति अहम् इच्छामि. उद्बोधकः मम पुरतः आगच्छेत् अहं पठामि इति मम इच्छा अस्ति. अस्तु, किन्तु एवमेव मार्गे अहं गच्छामि, तत्र किमपि पश्यामि, कार्यानं, वृक्षं, किमपि, तत् अजिज्ञासितः विषयः अस्ति इति अग्रे आगच्छति. मम जिज्ञासा न आसीत् तद् द्रष्टुं, किन्तु उद्बोधकम् आगतम् एवमेव अकस्मात् इति. तादृशमपि उद्बोधकं भवितुमर्हति. अस्तु, तर्हि क्रमः समीचीनमासीत्. उद्बोधकं प्रथमं, तेन संस्कारः, संस्कारेण स्मरणम् इति. हा, इति समीचीनमासीत्. अस्तु, संस्कारस्य नाशः भवति त्रिभिः कारणैः. एकं तु कालात्, रोगात्, कालात् अपि च रोगात् इति चर्चितवन्तः. अग्रिममस्ति चरमेण स्मरणेन इति. अग्रे जयन्ती भगिनी पठति वा? आं भगिनि. चर्मस्मरणेन अपि नश्यति संस्कारः. अजिज्ञासितः अपि अर्थः इन्द्रियसन्निकर्षादिना अस्माभिः ज्ञातः इति मन्यताम्. तेन संस्कारः उत्पन्नः. संस्कारेण एकवारं द्विवारं वा स्मरणमपि तस्य पदार्थस्य जातम्, परन्तु अनपेक्षितत्वात् सः पदार्थः न पुनः कदापि स्मृतः. किं तथा सति संस्कारः आत्मनि तथैव तिष्ठेत्? न, प्रयोजन अभावात्. स्मरणाय खलु संस्कारः. यदि न सः विषयः पुनः स्मृतः, कः लाभः तदात्मनि सः संस्कारः तथैव तिष्ठति इति कल्पनया. अतः द्वितीयवारं यत् स्मरणम् अभूत् तेन चर्मेण स्मरणेन सः संस्कारः नष्टः इति चिन्तनम् उचितम्. यदि भवती यदा उक्तवती जिज्ञासितः विषये यदा परीक्षार्थं वयं पठामः तत्समये पुनः पठनेन वा उद्बोधनकारणेन वा तस्य स्मरणम् आयाति. परन्तु अजिज्ञासितः विषये यदा मार्गे वयं गच्छामः कमपि पश्यामः एवमेव विस्मरणमपि भवति. यावत्पर्यन्तं पुनः तं मनुष्यं न पश्यामः तस्य स्मरणं न भवति मनसि. चिन्तने तर्हि एकवारं वा द्विवारं स्मरण उद्बोधनेन एव पुनः सः मनुष्यः एव पुरतः आगतः चेत् तस्य स्मरणं भवति मनसि. तर्हि उद्बोधनं विना आत्मनि संस्कारस्य आत्मनि संस्कारः भवतु इति कथं वयं वक्तुं शक्नुमः? इति प्रश्नः. किं तथा संस्कारः तथैव तिष्ठति इति. अस्तु, तस्य उत्तरम् अग्रे. सरला भगिनी, जयन्ती भगिनी इतोपि किमपि वक्तव्यम् अस्य विषये? न, कः लाभः इति इत्युक्ते उद्बोधन वा प्रयोजनात् एव पुनः स्मरणं भवति. परन्तु अन्तिमं वाक्यं न अवगच्छामि भगिनि. अतः द्वितीयवारं यत् स्मरणम् अभूत् तेन चरमेण स्मरणेन सः संस्कारः नष्टः इति चिन्तनम् उचितं न न न परिशीलयामः. हरि, प्रथमतया अत्र अजिज्ञासितः यः कोऽपि इन्द्रियस्य पार्श्वे इन्द्रियसन्निकर्षः भवति अजिज्ञासितेन सह, तदा सः अजिज्ञासितः उद्बोधकः, तत्तु अवगतम् इति मन्ये. तेन संस्कारः उत्पन्नः, पुनः संस्कारेण मनसि स्मरणम् एकवारं वा द्विवारं. परन्तु सरला भगिनी ततः आरभ्य पठतु. परन्तु अनपेक्षितत्वात् सः पदार्थः न पुनः कदापि स्मृतः. यदि अनपेक्षितात् पुनः सः यदा जयन्ती भगिनी उक्तं मनुष्यः आगतः तत् किसी जिज्ञासा नास्ति तो वयं न स्मरामः. किं तथा सति संस्कारः आत्मनि तथैव तिष्ठेत. सच्च तत् संस्कारः आत्मनि कथं तथा तिष्ठति नः प्रयोजनाभावात् तस्य. एकनिमिषः प्रश्नः अस्ति, किं तथा सति संस्कारः आत्मनि तथैव तिष्ठेत् न इति उत्तरं. किमर्थं न तिष्ठेत्? प्रयोजन अभावात् मीन्स् पुनः पुनः तस्य बोधं न भवति, तस्य बोधस्य अभावः. अत्र एक सूक्ष्मव्यत्यासः अस्ति तत्र. इत्युक्ते उद्बोधकः नास्ति इति न वार्ता. प्रयोजन अभावात् इत्युक्ते तादृशस्य स्मरणस्य प्रयोजनं नास्ति जीवने. इत्युक्ते यः कोऽपि मार्गे भवती पश्यति इति चिन्तयतु, यं कमपि तं तु एवमेव दृष्टवती, जिज्ञासा नास्ति. तर्हि तादृशस्य मनुष्यस्य स्मरणं किमर्थं पुनः स्यात्? प्रयोजनं किं? तत्र मार्गं पुनः न गच्छामि. मार्गं पुनः न, एकनिमिषः, मार्गं पुनः गच्छति वा न वा इति अन्यः विषयः. किन्तु सः तु परिचितः नास्ति, भवती तं न जानाति. एवमेव आगतवान्, तथा दृष्टवती, संस्कारः जातः. किन्तु पुनः तमेव मनुष्यं स्मर्तुम् इच्छति वा? न. तर्हि तस्य संस्कारस्य प्रयोजनं नास्ति, तस्य स्मरणस्य प्रयोजनं नास्ति खलु. इत्येव उक्तम्, उद्बोधकः नास्ति अथवा अस्ति इति वार्ता नास्ति. अयम् अजिज्ञासितः विषयः एवमेव मम चक्षुषः पुरतः आगतः, किन्तु तस्य स्मरणं प्रयोजनकरं नास्ति, न स्मरामि. तर्हि प्रयोजनाभावात् संस्कारः गच्छतकालेन न तिष्ठति. अग्रिमवाक्यं. स्मराय खलु संस्कारः. यदि स्मरणं भवति तर्हि संस्कारः तिष्ठति. अत्र ध्येयं यत् तत्र चतुर्थी विभक्तिप्रयोगः स्मरणाय खलु, किमर्थम् इत्यस्य उत्तरत्वेन, किमर्थं संस्कारः स्मरणार्थं. तर्हि यस्य कस्यापि स्मरणमेव न इच्छामः चेत् तर्हि तस्य स्मरणजनकसंस्कारस्य कः किं प्रयोजनम् इति. यदि न सः विषयः पुनः स्मृतः, कः लाभः? तत् आत्मनि सः संस्कारः तथैव तिष्ठति इति कल्पनया. सः यदि पुनः स्मरणं तस्य जिज्ञासा नास्ति तत् पुनः स्मरणस्य लाभः किं भवति? तदा तस्य आत्मनि अथ तिष्ठति. वयं कल्पना भवति तस्य यदा आसीत् तथैव तिष्ठति. अत्र वस्तुतः कल्पना का? कल्पना अस्ति यत् स्मरणाय आवश्यकः नास्ति संस्कारः, तथापि आत्मनि तिष्ठति इति कल्पना. तादृश्याः कल्पनायाः आवश्यकता का इति. इत्युक्ते विवक्षा एव नास्ति इति वा? विवक्षा किं भगिनि, जयन्ती भगिनि? हा, स्मर्तुं वा स्मरितुं विवक्षा एव नास्ति, इच्छा नास्ति, हा इच्छा नास्ति, आशयः नास्ति, स्मर्तुं स्मर्तुम् इच्छा नास्ति, इच्छा एव नास्ति चेत् संस्कारस्य प्रयोजनं किम्? आत्मनि तादृशः संस्कारः स्थित्वा किं करोति इति प्रश्नः. यदि स्मरणेच्छा एव नास्ति एकस्य उद्बोधकस्य, उद्बोधकः इति मार्गे गतः कश्चन अपरिचितः मनुष्यः, तादृशस्य सः उद्बोधकः, तादृशस्य मनुष्यस्य स्मरणमेव अहं न इच्छामि, मम मनसि किमपि तस्य स्मरणमेव न आगच्छति चेत् तर्हि संस्कारः, यः कोऽपि संस्कारः तत् स्मरणं जनयति, तादृशसंस्कारस्य कः लाभः आत्मनि इति. तर्हि किमर्थं वदतु, अत्र इच्छायाः अभावः अस्ति चेत् स्वयं नश्यति इति वार्ता? सत्यम्, इच्छायाः अभावः अस्ति चेत् स्वयं नश्यति, किन्तु केन कारणेन नश्यति इति चर्चा. जिज्ञासितः नास्ति, एवमेव आगतः, किन्तु तस्य स्मरणं केन कारणेन नश्यति इति चर्चा. अस्तु, इदं वाक्यं बुद्धं? यदि सः विषयः पुनः न स्मृतः, कः लाभः? तदात्मनि सः संस्कारः तथैव तिष्ठति इति कल्पनया. अस्मृतः अपि सः संस्कारः तिष्ठति इति कल्पनया कः लाभः इति पृच्छति. कोऽपि लाभः नास्ति खलु. यदा वयं जल्पं शृणुमः तस्य लाभः नास्ति, मनसि किमपि न स्मरामः. किं शृणुमः? तत्रैव विस्मरामः न, यदि जल्पनं भवति. सत्यम्. अस्तु, इत्युक्ते अजिज्ञासितः वार्ता या कोऽपि या कापि. अस्तु, अग्रे. परन्तु केचन समये अजिज्ञासितः भवेत्, परन्तु यदा कोऽपि किमपि वदति चेत् तस्य स्मरणम् आगच्छति. इत्युक्ते भवती किं वदति, किं वदति इति चेत् अजिज्ञासितः विषयः अपि मनसि तद् यदा कदापि इति कल्पना सम्यक् एव. इति कल्पना सम्यक् अस्तु. इति आगच्छति इत्युक्ते प्रयोजनं भवति. अजिज्ञासितः अपि बहवः विषयाः सन्ति तादृशाः लोके खलु. स्मरणपथे आगच्छन्ति, परन्तु तस्य स्मरणं यदि समाप्तं भवति गच्छता कालेन, तर्हि तस्य स्मरणस्य कारणत्वेन यः संस्कारः तस्य अपि गमनं भवति, अपगमनम् इति. अस्तु, अग्रे भगिनि. अतः द्वितीयवारं यत् स्मरणं भूत तेन चरमेण स्मरणेन सह संस्कारनष्ट इति चिन्तनम् उचितम्. यदि गत क्षणे वयं कः विषयं पश्यामः, मनुष्यं पश्यति मार्गेण अजिज्ञासा भवति, तस्य पुनः कोऽपि प्रयोजनं न भवेत्, तस् अन्तिमक्षणे यदि यदा अहं पश्यामि तत् अन्तिम चरम स्मरणम् अस्ति. न न एकनिमिषं भगिनि, भगिनि अन्तिमक्षणे भवती न पश्यति, यद् यदिदानीमेव सावित्री भगिनी उक्तवती खलु, अदृष्ट्वा अश्रुत्वा अपि केचन विषयाः स्मरणे आगच्छन्ति. अत्र संस्कारनष्ट उक्तम् अस्ति, अदृष्ट्वा अश्रुत्वा यदि स्मरणं न भवति तत् चरमस्मरणं तत्क्षणे अभवत्. एकनिमिषः, चरमम् इत्युक्ते अन्तिमम् इति. आम्, उद्बोधकः भवति वा न वा, अथवा उद्बोधकः भवतु अथवा उद्बोधकः न भवतु, तथापि मनसि स्मरणम् आगच्छति, अन्तिमस्मरणम् इति चिन्तयतु. अन्तिमस्मरणम् इत्युक्ते तदुत्तरक्षणे, भवत्याः जीवने न कदापि तस्य स्मरणं भवति इति. अतः अन्तिमस्मरणं संस्कारस्य नाशस्य कारणं, यतोहि अन्तिमस्मरणात् अनन्तरं न कदापि स्मरणं भवति तस्य विषयस्य, इत्युक्ते संस्कारः नष्टः इति. स्मरणाय तदर्थं पृष्टं खलु, स्मरणाय खलु संस्कारः, स्मरणमेव न भवति चेत् तस्य संस्कारस्य को लाभः इति कृत्वा संस्कारः नष्टः. स्मरणस्य अभावात् तस्य नष्टः, परन्तु स्मरणेन कथं नष्टं भवति? स्मरणस्य अभावात् इति वदति. आम्, अहं चिन्तयामि चरमेण स्मरणेन इत्यनेन तदेव विवक्षितः इति. इत्युक्ते अन्तिमस्मरणम् इति भवतु, परन्तु भगिनी अहम् एकम् उदाहरणं ददामि. महोदयेन अपि उक्तं वर्गे, परन्तु भिन्नरीत्या अहं वदामि. भोजनस्य अभावात् साधारणविचारः, अस्तु तर्हि अहम् अद्य भोजनं करोमि, बहवः बहुभ्यः मासेभ्यः अनन्तरम् एव अहं भोजनमेव न करोमि एव, तर्हि अद्यतन भोजनं वा कारणं मम तथा नास्ति इत्येव सः उक्तवान्. ओ अस्तु, भगिनी विपरीतरीत्या वदति, जयन्ती भगिनी. आम्, तर्हि अन्तिमभोजनं वा कारणं वा मृत्यु विषयस्य इति प्रश्नः. विपरीतरीत्या उक्तवती मम, तथा न परिगण्यते खलु. प्रथमतया अस्माकं मनसि कारणत्वेन कः स्वीकृतः, कार्यत्वेन कः स्वीकृतः इति स्पष्टं स्यात्. न कोऽपि वदति यत् भोजनं मरणस्य कारणं खलु. भोजनं मरणस्य कारणम् इति न कोऽपि न केनापि स्वीक्रियते इति चिन्तयामि. अभावः इति यथा स्मरणस्य अभावेन उद्बोधकस्य अभावेन इति प्रश्नः वर्गे अपि आगतः. इत्युक्ते किमर्थं वा चरमेण, तर्हि क्रमः कः आसीत्? उद्बोधकः, उद्बोधकेन संस्कारः, संस्कारेण स्मरणम् अस्तु इति. तर्हि उद्बोधकस्य अभावाद् अपि स्मरणं न भवति खलु इति प्रश्नः खलु वर्गे अपि आसीत्. तर्हि किमर्थम् उद्बोधकस्य अभावः संस्कारस्य नाशं प्रति कारणम् इति किमर्थं न स्वीकुर्मः इति प्रश्नः. किमर्थं चरमेण स्मरणेन इति वदामः, किमर्थम् उद्बोधकस्य अभावः इति न वदामः इति. परन्तु अत्र भगिनी तत् वाक्यम् अतः द्वितीयवारं यत् स्मरणम् अभूत् तेन चरमेण स्मरणेन सः संस्कारः नष्टः इति चिन्तनम् उचितं, तत्र कार्यकारणभावः नास्ति. तेन चरमेण स्मरणेन वित् दट् लास्ट् थाट् दि संस्कार वास् लास्ट्, कार्यकारणभावः नास्ति तत्र इति अहं चिन्तयामि. इत्युक्ते संस्कारस्य नाशार्थं किं कारणं भवितुमर्हति इति चिन्तयामः. यथा भगिन्या उक्तम् उद्बोधकस्य अभावः इति एकं कारणम्. उद्बोधकः न आगच्छति चेत् मनसि पुरतः, इन्द्रियाणां पुरतः, तर्हि तादृशसंस्कारः पुनः पुनः न जायते, तर्हि स्मरणं न भवति. किन्तु उद्बोधकस्य अभावः गच्छता कालेन, भवति चेत् तदा संस्कारस्य नाशः भवति, नो चेत् न. अत्र कालमेव मुख्यम् इति अहं चिन्तयामि. चरमेण स्मरणेन संस्कारः नष्टः न भवति. चरमेण चरमं स्मरणम् इत्यस्य न कोऽपि महत्त्वं, यतोहि प्रथमप्रक्रियायां स्मरणमिति कार्यमासीत् संस्कारस्य कारणेन स्मरणं. तर्हि स्मरणं स्मरणम् इत्यस्य न कोऽपि महत्त्वं, चरमम् इत्यस्य अस्ति. किमर्थम् इति चेत् तत्र चरमं स्मरणम् उद्बोधकेन विना अपि भवितुमर्हति, उद्बोधकस्य कारणेन अपि भवितुमर्हति, यत् कोऽपि भवतु. उद्बोधकः भवति वा न वा तदापि स्मरणं भवति, चरमं स्मरणं. किन्तु चरमस्मरणम् इत्युक्ते अन्तिमस्मरणस्य अनन्तरं, चरमम् इत्युक्ते अन्तिमम् इत्युक्ते तदनन्तरं न किमपि तस्य स्मरणं न भवति, तस्य अनन्तरं स्मरणमेव न भवति इति कृत्वा संस्कारः नष्टः. यतोहि यावत्पर्यन्तं संस्कारः भवति तावत्पर्यन्तं स्मरणं भवति, स्मरणाय संस्कारः. तर्हि एकविधिः तथा वक्तुं शक्नुमः, परन्तु यदा श्रूयते चरमेण स्मरणेन सह संस्कारः नष्टः, तत्र कार्यकारणभावः सम्यक् न भाति. तर्हि अन्यत् किं स्यात् इति? कालः एव. कालेन किं नश्यति? कालेन स्मरणं गच्छति खलु. तथापि तादृशं चिन्तनं कालेन स्मरणं गच्छति. तत्रापि मध्ये स्मरणम् इति अस्ति, स्मरणं गच्छति, तेन कारणेन संस्कारः अपि गच्छति. तत्रापि मध्ये स्मरणम् इति एकं सोपानम् अस्ति यत् प्रथमं गच्छति. भगिनी परन्तु भगिनी अत्र यदा वाक्ये अस्ति अतः द्वितीयवारं यत् स्मरणम् अभूत् तत् महत्वपूर्ण अंशः अस्ति. तत्र यदा तत्र एकवारं यदा कदापि कमपि दृष्टवान् तदनन्तरं द्वितीयवारं स्मरणं न अभवत्, तत् कारणात् संस्कारः नष्टः जातः. द्वितीयवारं पुनः पुनः स्मरणेन संस्कारः तिष्ठति, परन्तु यदा द्वितीयवारं तदनन्तरं कदापि न तस्य तत् चिन्तनं कृतवन्तः तत्तु संस्कारः नष्टः जातः. हा, इत्युक्ते द्वितीयस्मरणं चरमस्मरणम् अस्ति तदर्थं. तर्हि बहूनि कारणानि वक्तुं शक्नुमः. गच्छता कालेन उद्बोधकस्य अभावं परिशील्य संस्कारः नश्यति इति. इदानीं गच्छता कालेन उद्बोधकस्य अभावेन अपि किं जायते? प्रथमं स्मरणस्य नाशः खलु. तदर्थम् एतत् सर्वं सङ्गृह्य चरमस्मरणेन संस्कारस्य नाशः इति तेषां तर्कः तथा स्यात्. भगिनि अत्र यत् स्मरणम् अभूत् इत्युक्ते किम्? अभूत् इत्युक्ते अभवत्. Bhagni, in English, if I said, suppose I see some incident and now I do not remember presently, retrospectively I said that was the last moment that I had that exposure. So that means the sanskar was last at that last moment. Not the last moment of exposure, Bhagini, the last moment of remembrance. इति भेदः अस्ति. ओके, एक्स्पोजर् टु उद्बोधकम् इस् डिफ्रेण्ट् फ्रम् रिमेम्बरेन्स् आफ् वाट् द उद्बोधकं पुट् इन् योर् मैण्ड् इति. ओके, तदर्थं चरमं स्मरणम् इति स्वीकृतम्. अपि च इदमपि स्मर्तव्यमस्ति यत् उद्बोधकः न सर्वदा आवश्यकः स्मरणार्थम्. उद्बोधकः नास्ति चेदपि यदा कदापि स्मरणं भवति खलु केषाञ्चन जनाः पुरतः न स्युः किन्तु तेषां स्मरणं भवति. तर्हि उद्बोधकः नास्ति किन्तु स्मरणमस्ति. तर्हि कथञ्चित् सः तत् स्मरणमेव नश्येत् तदा संस्कारः नश्यति. केवलम् उद्बोधकस्य नाशनेन स्मरणं नश्यति इति तु नास्ति. स्मरणं नश्येत् तदा संस्कारः अपि नास्ति. अत्र इच्छा कार्यम् अस्ति, कालकार्यम् अस्ति, अपि च उद्बोधकस्य कारणं कार्यम् अस्ति. अत्र द्वितीयवारं किमर्थम् उक्तं? द्वितीयं तस्य महत्त्वम् इत्युक्ते तत्र अनुवर्तनम् अस्ति. तृतीयं वाक्यं पश्यतु परिच्छेदे. संस्कारेण एकं वारं वा द्विवारं वा स्मरणं तस्य पदार्थस्य जातम् इति. केवलं तद्द्विवारं द्वितीयवारम् इति यदुक्तं तद् चरमं स्यात्. चरमं स्मरणम् इत्युक्ते तदनन्तरं स्मरणं नष्टः इति. स्मरणं नष्टः इत्युक्ते तेन संस्कारः नष्टः. किन्तु सावित्री भगिनी यद् वदति, साक्षात् कारणकार्यभावः न दृश्यते इति, तथा भाति, अवश्यं भाति तथा. इत्युक्ते तस्य ज्ञानस्य तृतीयवारं स्मरणस्य आवश्यकता वा सम्भवः नासीत्, तदर्थं संस्कारः नष्टः भवति. सत्यं सत्यं सत्यं. यद्यपि तथा भाति, कथं वा कार्यकारणभावः स्यात् इति, किन्तु अन्यत् कारणं किम् इति कारणं भवतु. अस्तु भवतु यद् किमपि, परन्तु उद्बोधकस्य अभावः गच्छता कालेन स्मरणं नाशयति इति सर्वस्य वदनस्य स्थले चरमं स्मरणम् इति उपयुक्तम् इति चिन्तनम्. किञ्चित् समाधानं प्राप्तं भगिनि. अस्य संस्कारस्य प्रयोजनम् एव नास्ति इत्यस्मात् चरमं स्मरणम्. तदपि प्रयोजनाभावात् संस्कार, तदेव प्रयोजनाभावात् इत्यनेन संस्कारस्य आवश्यकता नास्ति. चरमस्मरणम् अन्तिमस्मरणानन्तरं संस्कारस्य किं वा प्रयोजनम्? अस्तु अस्तु भगिनि. अन्यः कोऽपि प्रश्नः? नमस्कारः भगिनि. नमस्कारः. शुभ धन्यवादः. धन्यवादः.